सर्वेभ्यो नमः। सर्वनामसु द्विविध दृश्यते त्वत्व तदपि वर्तते तत्र अन्यच अपरः त्व शब्दः तो ही अनेन हेतुर्व्यपदिष्ट न यत् दृष्टव्ययस्तु दृश्यते व्ययो दृश्यते सर्वनाम सुवर्त उपस्थिति वर्तते एव सुवीरा सुवीरा शब्द से सुइति मत्वर्थे सुप्रत्यय वीरयति अमित्रान् अमित्रान् शत्रून् यः वी ईरयति विशेषेण ईरयति प्रेरयति ईरयति दूरीकरोति पलायमानान् करोति अतः वीरयति इति उच्यते अतः वीरः स भवति तेनापि भविष्यति शूरवीर विक्रांतौ तेनापि विशेष क्रांतिं करोति क्रांति इति गतिः क्रमोपाद विक्षेपे चेत विशिष्टा क्रांति विक्रांति विशिष्टम क्रमणम शत्रुं प्रति करोति अन्यदस्ति किंचित् विचारणीयम् किमस्ति कस्य शब्दस्य निर्वचन कर्णे ल्युट भविष्यति निरुच्यते यथा व्याकरण शब्दस्य कः अर्थः व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेन चेत् तत् शास्त्रं सा विधा व्याकरणमुच्यते येन हि शब्दाः व्युत्पाद्यन्ते तथैव अत्रापि निरुच्यन्ते शब्दाः अनेन इति निर्वचनम् शब्द संबंधी एव एषोपि व्यवहारो वर्तते निरिति निश्चयेन उच्यन्ते अस्मिन्नेव अर्थे अयं शब्दः इति उच्येत नहीं अर्थम अर्थम आश्रित्य कस्य शब्दः अत्र विचार्यते प्रायेण एवं तो अर्थस्य आशयः तत्र व्याकरणे अपि वर्तते एव अत्र प्राधान्येन वर्तते सामान्यतया तु एतत् निश्चितं वर्तते यत् अस्मिन् अर्थे अयं शब्दः अस्ति परन्तु अनेन तु एवं क्रियते अनिश्चितार्थः क्रियते अनिश्चितार्थः न क्रियते निश्चितार्थ इति रूढिपक्षः स भवति यदा निश्चितार्थ इति उच्यते ते रूढिपक्षः भवति अनेन च यौगिकः पक्षः उपस्थाप्यते एवं वक्तुं शक्यते अस्मिन्नपि अर्थे वर्तते अस्मिन्नपि वर्तते अस्मिन्नपि वर्तते इति यौगिकः पक्षः अनेन प्रदर्शितः वर्तते किमस्ति केन रूपेण आगता व्याख्या तत्र नहीं एवं अस्ति पदार्थ भिन्न भवेत परम प्रसंग स अस्ति न वास्ति मन्ये अगस्त्य शब्दस्य भिन्न अर्थ क्रियेत ईश्वरो वा प्राण वा अन्यच्च किन्नाम इंद्र शब्दस्य भिन्न अर्थ क्रियेत परम तत्र अध्यात्म पक्षे भिन्न अर्थः अधिदैव पक्षे भिन्न अर्थः अधिभूत पक्षे भिन्न अर्थः व्यावहारिके भिन्न पक्ष इति भवितुमर्हति पदार्थः पदार्थभेदः परम प्रसङ्गः स एव भविष्यति चेत् तत्र विरोधः न भवति यतो हि प्रसङ्गेन सह अर्थः जायते यदि सह अर्थः क्रियते चेत् सः अपि साधुरेव न तु असाधु भवति मंत्रे तु प्रथम मंत्रे इति ननूनमस्ति किमस्ति अत्र मंत्रे सोमकारो सदिशिलाश्यो विकासः ननूनमस्ति नो श्वः प्रतिषेधार्थियौ निपातौ हाँ प्रतिषेधे वर्तेते नई वाद्य वर्तते न चा विश्वा वर्तते अस्तु अस्तु एकत्र नो वर्तते न नो शब्दोपि तेन नकारे नैव उच्येतमन्ये नो शब्दः वर्तते एवं तु अन्यस्तु नकारो न वर्तते एकः न शब्दो अपरश्च नो शब्दो वर्तते नो चेत नो शब्द से न उ इति वा मन्येत मन्ये न उ इति मन्येत न उ नो एवं तु नो शब्द नो शब्द से स्थिति वर्तते एव नो शब्द से स्थिति वर्तते तत्र तत्रापि यथा यथा विचारः कृतः न तत्र किं नाम ओत् सूत्रे विचारः आगतः आसीत् ओत् तत्र प्रग्रियसंज्ञायां एकः पक्षः एते स्वतन्त्रा निपाताः किन्नाम आहो उताहो इत्यादयः शब्दाः अपरस्य पक्षः न एते स्वतन्त्रा निपाताः अपि तु निपातसमुदायः एते अतः अग्रिमेण सूत्रेणैव भविष्यति तन्न निपात एकजनान् इत्यनेनैव भविष्यति इत्यपि एकः पक्षः उत्थापितः मन्त्रार्थे कुत्र कुत्र ब्रह्ममुनि भाष्ये दृश्यते वा ओम कश्यप गतः किमुच्यते हा ध्वनिरागच्छति ब्रूहि किमस्ति आगच्छति आगच्छति विचिकित्सा इति शङ्का गर्भेषु विचारणा निश्चयेऽर्थेऽपि विचिकित्सा शब्दः आगच्छति अन्यच्च सन्देहार्थेऽपि आगच्छति उभयत्रापि विचिकित्सा शब्दः आगच्छति विवेकपूर्वको अवधारणं केन लिख्यते दुर्गेण उभयत्रापि आगच्छति तत्र आगच्छति न उपनिषदि अथ यदि ते तत्र विचिकित्सा स्यात् कर्म विचिकित्सा वा चेत् तत्र सन्देहार्थे विचिकित्सा शब्दः अन्यच्च अत्र निश्चयेऽपि आगच्छति किमासी तत्र न नूनमस्ति इति वर्तमानः कुतः गृह्यते मन्ये श्वः शब्द विरोधी यः कालः स गृह्येत अद्य स विचारयति यतो हि अद्यैव तु एषा घटना घटिता वर्तते तत्र यद् न वर्तते चेत् श्वः क्व भविष्यति कुतः भविष्यति अन्यच्च अतोपि अग्रे काले मन्ये तथा आक्षिप्यते विरोधित्वात् यतो हि भूतस्य तु विषयात् न स्यात् आशंसायां वर्तते चेत् श्वः अन्यच्च यद् अद्भुतमिति अग्रेय लम्बमानः कालः वर्तते तत्र अनद्यतनः किं स्यात् परोक्षे एवं स्यात् भविष्यति उताधीतं विनश्यति मदपेक्षया तत्र एवं प्रसङ्गः द्रष्टव्यः सर्वथापि यस्मिन् विषये अहं यथा चिन्तयामि तस्मिन् विषये तथैव सः अपि चिन्तयिष्यति तत्र स्थिरो भविष्यति इति न मन्तव्यं सर्वथा केवलं तस्मिन् विषये यस्मिन् विषये अहं विचारयामि आध्यात्मं चिन्तितं वेदे व्यवहारः न उच्यते वा एषा व्यावहारिकी घटना वर्तते भिन्नमिति स्थिरः दृश्यते कश्चित् एवं भेदः कः भेदः न भवति अस्ति न ह्यः अपि उक्तमासीत् यत् व्यवहारः स्थिरत्वेन चलति विश्वासत्वेन व्यवहारः चलति सर्वथापि सर्वोऽपि व्यवहारः विश्वासे तिष्ठति परं क्वचित् अविश्वासोऽपि भवति क्वचित् सा स्थितिर्भवति न तु प्रायेण भवति मदपेक्षया असञ्चारी वर्तते मदपेक्षया तत्प्रसङ्गदृष्ट्या एवमुच्येत सर्वथा तु न अन्यच्च संसारे प्रायेण एतदृश यतोहि स्वार्थानुसारी संसारः वर्तते स्वार्थं दृष्ट्वैव तस्य प्रवृत्तिर्भवति स्वार्थसिद्धिरस्ति चेत् प्रवृत्तिर्भवति न अस्ति चेत् न भवति चेत् एतदपि तथ्यमेव वर्तते यथा तत्रापि उच्यते किन्तम् उपनिषदि उच्यते न तत्र बृहदारण्योपनिषदि याज्ञवल्क्यमैत्रीसंवादे तत्र एतत् स्पष्टमेव स्वार्थानुसारी वर्तते चेत् पूर्वं स्वार्थं दृष्टं चेत् प्रवृत्तिर्जाता न दृष्टं चेत् ततः अपैति सः एवं दृश्यते पर्यन्तं भवति यदि तेरे न जायेत चेत सद आशां कृत्वा तत्र आगतवान् अलब्धवान् किन्नो जातः तदेव तो विश्वास कहते हैं उच्चते सम्यक् नासीत् इति इंद्रेण उक्तम हाँ सम्यक् न तदेव तो नहीं विश्वासघातस्तु तदेव भविष्यति यदि परेण ज्ञातं भविष्यति न ज्ञातं अस्ति चेत् विश्वासघातः कथं भविष्यति पूर्वं विश्वासः कारितः तत्र अहं ते दास्यामि पश्चात् च तत्र न दत्तं यद् एषः विश्वासघातः न केवलं प्रतिज्ञा अपि तु तेन यथा ज्ञातं भवति तथा तत्र व्यवहारः क्रियते तेन यस्मै दीयते यत् सम्प्रदानं वर्तते तेन ज्ञातमपि स्यात् तथा व्यवहारः क्रियते अभिमुक्ता अपि तत्र वर्तते हाँ विमिमीत निर्मित करता है विशेष रूप से बनाता है विशेष रूप से स्पष्ट करता है विशेषेण तत्र एवं अध्वर्यु कृते तो ये अध्वर्यु सर्वान अपि तत्र ये विधया भवन्ति करोति तत्र अतः तत्र वर्तते ब्रह्मा तो तिष्ठति होत्रिवर्गः ऋचां तत्र शंसनम करोति ऋग्वेदिनां यः पाठः सः शंसनम् इति उच्यते शस्त्रं क्रिया शंसनम् उच्यते अन्यच्च पाठस्य संज्ञा शस्त्र वर्तते अन्यच्च उद्गात्रिवर्गः वर्तते स च सामगायति तत्र वर्तते किं नास्ति मन्त्रे एतत् पदं मन्त्रे नास्ति मन्त्रांशः वर्तते पृथक् पृथक् वर्तते उतत्वं एवं भवति लोकेपि उच्यते अस्माभिः इसने तो अष्टाध्यायी को घोटके पी लिया है इति तत्र उच्यते तत्र यः स्थिर बुद्धिर्भवति चेत् तथैव अत्रापि उच्यते चेत् स्थिरं पीतम् अनेन इति स्थिरपीतः तम् स्थिरतया गृहीतम् एवमुच्येत मन्ये सख्ये सखी भावे सखी कर्मणि वा यः स्थिरो वर्तते तत्र इति तु चलिष्यति इति तु चलिष्यति चतुर्थ्यामत्र प्रयोगः प्रदर्श्यते दृष्टव्ययम् तु इत्यस्य व्याख्यानम् चलति त्व शब्दस्य चेत् चतुर्थ्याम् अन्यच्च द्वितीयायाम् अस्य प्रयोगः प्रदर्शितः त्वम् अन्यच्च त्वस्मै उतो त्वस्मै तन्वम् विसस्रे इति तु महाभाष्ये व्याख्यातम् आसीदेव उतत्वा पश्यन्न ददर्श वाचम् उतत्वा शृण्वन्न शृणोत्येनाम् उतो त्वस्मै तन्वं विसस्रे जायेव पत्ये उशति सुवासा इति तत्र वर्तते उपमायाः प्रभूतः प्रयोगः कृतः वर्तते तत्र वेदेषु काश्चन हीनोपमाः अपि वर्तन्ते काश्चनच क्षुद्रोपमा इति वा उच्चैरन् तथैव अत्रापि वर्तते प्रथमबहुवचने प्रयोगात्र अग्रे तस्य प्रदर्श्यते अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेषु असमा बभूवुः आदघ्नास उपकक्षास उत्वे हृदा इव स्नात्वा उत्वे ददृश्रे। महाभाष्ये ही एक प्रसंग पुनः पुनः दीयते तत्र समानम इह माननाम च समानम इह माननाम च हाँ तादृशः भावः तत्र वर्तते। केचित् अर्थे युज्यन्ते अपरे न तत्र किम् अस्माभिः कर्तुं शक्यं कर्तुं स्वाभाविकमेतत् इति चेत् स एव प्रसङ्गः अत्र वेदे अत्र वर्तते। सर्वेपि छात्राः अक्षणवन्तः सन्ति समानान्येव अक्षीणि तत्र दृश्यन्ते कर्णवन्तः कर्णवपि समानो दृश्यते अर्थात सम्यक् शृण्वन्ति ते सर्वेपि। सखायः समानख्यानाः समानज्ञानवन्तः यथा नैरुक्तैः सह नैरुक्ताः वैयाकरणैः सह वैयाकरणाः यस्मिन्नपि सब्रह्मचारिणः इति उच्चारणं सब्रह्मचारिणः अथवा सहाध्यायिनः सखायः सखायः समानख्यानाः समानज्ञानवन्तः अर्थात एकस्मिन् एव विषये ते सर्वेपि अधीयते। परं किमस्ति मनोजवेषु असमा बभूवुः मनसः जवाः मनोजवाः जव इति गतिः गतौ वर्तते मनसः ये जवाः सन्ति गतयः सन्ति अर्थात शास्त्रावबोधे प्रवृत्तिः तत्र असमता वर्तते। इन्द्रियाणि समानि वर्तन्ते कर्णाः समानाः वर्तन्ते सर्वमपि समानं वर्तते विषयोऽपि समानः वर्तते परं मनोजवेषु मनसः याः गतयः सन्ति अर्थावबोधं प्रति शास्त्रावबोधं प्रति ते असमा भवन्ति न समाः असमाः असमानाः भवन्ति अतुल्याः भवन्ति। तत्र केचन आदघ्नासः ह्रदेन तत्र उपमा दीयते यथा ह्रदो भवति कश्चित् तडागः भवति तत्र कस्मिंश्चित् तडागे तु जलं मुखपर्यन्तम् आगच्छति अथवा कण्ठपर्यन्तम् आगच्छति चेत् आकण्ठं निमग्नाः तत्र भवन्ति ते विषये छात्राः केचन छात्रास्तु तादृशाः सन्ति यत्तत्र विषये यः अपि विषयो वर्तते आकण्ठं निमग्ना भवन्ति। अपरे च उपकक्षासः कक्ष शब्दः कटिप्रदेशे वर्तते एतस्मादेव विकृतः कच्छा शब्दः वर्तते पञ्जाबीभाषायां कक्षशब्दादेव कच्छा इति चेत् अपरे छात्राः तत्रैव अधीयमानाः तत्र एकस्मिन्नेव शास्त्रे अथवा शास्त्रार्थे उपकक्षास कक्षपर्यन्तमेव जलम् अथवा ज्ञानं तेषाम् आगच्छति अर्थात् एवम् अपि अत्र वक्तुं शक्यते केषाञ्चित् तु ज्ञानं तत्र तस्मिन्नेव विषये 80% अथवा 90% भवति अपरेषां च 50% भवति। उत्वे अपरे च अत्रैव ते शब्दः प्रथमाबहुवचने व्यवहृतः एतदेव उदाहरणम् अस्य वर्तते प्रसङ्गता। ह्रदा इव स्नात्वा स्नात्वा इति स्नानार्हः चेत् स्नानार्हं जलं कति भवति कियत् भवति यत्र हि सर्वेपि स्नातुं पारयन्ति मन्ये जानुपर्यन्तं स्यात् अर्थात् तत्र 25% जानं गृह्येत तैः एते एके तादृशाः सन्ति अन्ये ह्रदा इव स्नात्वा यथा स्नानीयः ह्रदः भवति स्नातुम् अर्हः स्नातुं योग्यं जलं यत्र ह्रदे वर्तते तादृशा ह्रदा इव चेत् ह्रदेन एते छात्राः उपमीयन्ते ह्रदा उत्वे ददृशे अपि एके एतादृशाः तत्र दृश्यन्ते चेदत्र त्वे शब्दः किन्नाम द्वितीया बहुवचने अत्र दृश्यते। तो अप्रत्यय स्नानीय वर्तते अग्रे वक्ष्यते अग्रे एक पद निर्वचनम आगच्छति तत्र ज्ञास्यते। अदेन दीयते न प्रश्नेया यास्केन तस्य स्नात्वा इत्यस्य शब्दस्य अर्थः दीयते प्रश्नेया इति। आदघ्नास अत्र आस्यम इति अर्थः अग्रे प्रदास्यते। अक्षिमन्तः कर्णवन्तः आदघ्नासः तत्र आस्यस्य कृते अत्र एषः शब्दः आगतः। आ इति तु मर्यादायां भविष्यति, दघ्न शब्दः आस्ये आगमिष्यति। एवमस्ति चेत् अक्षणवन्तः अत्र तु अनुनुड् भविष्यति, तस्यैव अक्षिमन्तः इति तत्र दीयते। अस्थि दधि सत्यक्षणम् अनङ्गुदात्तः अक्षिमन्तः कर्णवन्तः प्रशस्तानि अक्षीणि येषां ते प्रशस्तौ कर्णौ येषां ते इति अत्र भवेत्। सखायः अक्षिशब्दः पूर्वं निरुच्यते, अक्षि चष्टेः चक्षिं व्यक्तायां वाचि इति वर्तते परम् दर्शनेऽपि इति चेत् व्यक्ते दर्शने व्यक्तम् अनेन हि दृश्यते। कः शब्दः अक्षिशब्दः अक्षिशब्दः तस्मादपि भविष्यति। अत्र तु चक्षिङ् धातुः साध्यते न अञ्जु व्यक्ति व्यक्तिशब्दः अत्र वर्तते चेत् व्यक्तिसाधनं भवति। व्यक्ति किं व्यक्ति शब्दस्य कः पदार्थः व्यक्तिरिति अभिव्यक्तिः यदपि व्यज्यते चेत् व्यजनसाधनं व्यञ्जनसाधनमेतद् भवति। यत् अक्षि इति उच्यते इन्द्रियं चेत् व्यञ्जनसाधनं भवति अभिव्यक्तिः अनेनैव कस्यचित् रूपस्य भवति अभिव्यक्तिरुक्ति उपलब्धिरिति उच्यते। अक्षिशब्दः चष्टेः चक्षिं व्यक्तायां वाचि दर्शने चापि इत्यस्मात् धातुः अक्षिशब्दः निर्मितः। अनक्तेः अधुना अनक्ते अञ्जु धातोः अनक्ति इति अञ्जु व्यक्ति लक्षण इत्यादौ इति आग्रायणः आग्रायण आचार्यः अनक्तेः धातोः अक्षिशब्दं साधयति तत्र हेतुं प्रदर्शयति ब्राह्मणवचनेन तस्मादेते व्यक्ततरे इव भवतः अन्येभ्यः इन्द्रियेभ्यः एते चक्षुषी उत्वा अक्षिणी व्यक्ततरे इव भवतः अन्येभ्यः इन्द्रियेभ्यः एतेषाम् अभिव्यक्तिः किञ्चित् अधिका वर्तते अतः दर्शनेऽपि तथा भवति। किमस्ति अत्र चक्षुविषये यतो हि चक्षुविषये एव व्याख्यानम् अनेन यास्केनापि प्रदीयते चक्षुविषये। यदि इन्द्रियसामान्ये स्यात् चेत् तु कर्णशब्दोऽपि तु अत्र दीयते न कर्णशब्दोऽपि नो चेत् कर्णेन्द्रियमपि गृहीतं भविष्यति यदि अक्षशब्दः इन्द्रियसामान्ये भविष्यति चेत्। अन्यच्च यास्केनापि तत्र चक्षुर्विषये एव व्याख्यायते निरुच्यते चेत् चक्षुर्विषये वर्तते। चक्षुर्भ्याम् असौ पश्यति कर्णाभ्याम् च शृणोति उत्वा एते शृण्वन्ति पश्यन्ति च। आग्रायण आचार्यः अञ्जुधातोः एतं शब्दं निर्वक्ति तस्मादेते व्यक्ततरे इव भवत इति ह विज्ञायते विज्ञायते इति ब्राह्मणवचनम् यत्रापि विज्ञायते इति शब्दः आगच्छति चेत् तद् ब्राह्मणवचनं वर्तते। अन्यच्च एतेनैव ब्राह्मणानां ब्राह्मणग्रन्थानां स्वरूपम् अपि एतेन शब्देन प्रदर्श्यते यत् तत्र विज्ञानग्रन्थाः ते ब्राह्मणग्रन्थाः भवन्ति इति विज्ञायते। कर्णः कर्णशब्दः द्वितीयः वर्तते क्रिन्तते कृतिच्छेदने इत्यस्मात् धातोः कर्णशब्दः कथमिति चेत् निकृत्तद्वारो भवति तस्य द्वारम ही तत्र निकृत्यते छिद्यते तथा दृश्यते शरीरे। अतः निकृत द्वारत्वात् कर्ण शब्दः क्रिन्तते तत्र निर्मितः। रिच्छते इति आग्रायण रिच्छ धातो गत्यर्थकात् अयम् कर्ण शब्दः अस्ति इति आग्रायणाचार्य मन्यते। कथमिति चेत् रिच्छन्तीव खे अन्येभ्यः इन्द्रियेभ्यः एतौ कर्णौ रिच्छन्तीव खे आकाशे गच्छन्ति इव प्रतीयन्ते उदगन्ताम् उपरि गम्यमानौ दृश्येते। किमिति ककारस्य तु आगमः भविष्यति तत्र बाधा नास्ति शब्द साधने बाधा नास्ति अर्थः दृश्यताम् केवलम् अर्थः केन केन रूपेण अत्र दृश्यते इति शरीरात् किञ्चित् बहिर्गतावीव दृश्येते आकाशं प्रति गतावीव दृश्यते अतः ऋच्छ धातुः साधितः कर्णशब्दः। खे सप्तम्य कुचने खे आकाशे ख शब्दस्य आकाशम् अर्थः। किमस्ति स्कन्दस्वामिना किं प्रथमा बहुवचने दीयते खे प्रथमा बहुवचने कथं दीयते कः अर्थः क्रियते तत्र चेत् कथं क्रियते तथा प्रथमा बहुवचने कः अर्थः अस्य निर्गच्छेत् खेति करणौ अस्तु खं खे खादि इन्द्रियात् तथा भविष्यति। रिच्छन्तीव खे उद्गन्तामिति अत्र रिच्छतेर्गत्यर्थस्य शत्रुन्तस्य नपुंसके प्रथमादिवचनस्य औङ्गापनपुंसके इति श्रीभावे कृते नपुंसकस्य रिच्छन्तीव इतौ कर्णौ प्रति खे व्यक्ताः सन्तः शब्दा एतावति उदगन्ताम् प्रत्युद्गच्छत इव ग्रहणाय शब्दग्रहणाय यथा तत्र प्रत्युद्गच्छत इव तान् शब्दानिति तेषां विच्छन्ति इत्यर्थं प्रतिशब्दानाम् इह कर्तृत्ववचनात् करणीयम् अस्ति। सर्वैरपि भिन्ना भिन्ना टीका दीयेत चेत् सर्वेप्यर्थः अत्र आगमिष्यन्ति। मनसां प्रजवेषु असमा बभूवुः मनसां ये प्रजवाः सन्ति गतयः सन्ति तत्र असमानतात् सर्वेषामपि दृश्यते। आदघ्नासः इत्यस्य अर्थः क्रियते आस्यदघ्नाः अपरे उपकक्षदघ्ना अपरे एके तु आस्यदघ्ना वर्तन्ते अपरे च उपकक्षदघ्ना वर्तन्ते। आस्यमस्यतेः आस्यं शब्दः असुक्षेपण इत्यस्मात् धातोः निर्मितः वर्तते। आस्यन्दत एनत् अन्नम् यदैव अन्नम् अत्र प्राप्तं भवति चेत् आस्यन्दते चेत् क्लिन्नता तत्र जायते स्यन्दु प्रस्रवणे अथवा अन्नं दृष्ट्वा तत्र प्रस्रवणं जायते अथवा अन्यम् अन्नं यदा अत्र आगच्छति चेत् प्रस्रवति। आस्यन्दत एनत् अन्नम् इति वा दघ्नं दघ्यतेर्स्रवति कर्मणः दघ्नशब्दः दघधातोः साध्यते स्रवत्यर्थकात् दस्यतेर्वा स्यात् दसुधातोः विदस्ततरं भवति प्रक्षिप्तमिव भवति प्रमाणे नास्ति तत्र अर्थे स्यात्, परं तत्र तथा न दृश्यते, यतो हि आंग अत्र वर्तते यदि तत्र शब्दः साध्यते, अन्ये तु अर्थनिर्वचनं क्रियते यदि शब्दे क्रियते चेत् आदघ्नास, आस्य दघ्नशब्दस्तु न वर्तते न, आदघ्नशब्दः वर्तते चेत् आदघ्नशब्दः साध्येत वैयाकरणैस्तु। तस्यापि लोपस्तु भविष्यत्येव, परमत्र दंशधातो साध्येते चेत् दघ्नशब्दे समस्या आगच्छेत्, नकारः कथं न श्रूयते, तस्य लोपः कर्तव्यो भविष्यति। स्नात्वा इत्यस्य अर्थः क्रियते भवति प्रश्नेया हृदा स्नानार्हा इवैके, प्रश्नेया ददृश्रे स्नानार्हा स्नानयोग्यः, हृदो राधतेः शब्दकर्मणः, अतिवा तडागे यत् जलमस्ति तत्र शब्दः भवति, मन्ये हृदः स न उच्येत, यतो हृदशब्दः तत्र वर्तते यत्र अव्यक्तः शब्दः भवेत्, यथा नदी शब्दः, नदी शब्दश्चेत् नदनायिमा भवन्ति नद अव्यक्ते शब्दे, तत्र तु जलमध्ये गतिर्वर्तते अतः तत्र अव्यक्तः शब्दो वर्तते, चेत् मन्ये अस्य स्थितिः हृदस्य स्थितिरपि नद्याः तटे क्वचित् भवेत्, जलस्य तत्र गमनागमनं भवेत्, नो चेत् तत्र शब्दः कीदृशः भवेत् तडागे। तलाब तले आपः यस्य स तलाब, चेत् स्नान हृदो राधते हैं शब्द कर्मण, ह्लादतेर्वा स्यात् शीति भाव कर्मण, उत्वा ह्लादि सुखे च, सुखे भी वर्तते न, शीति भाव कर्मण शीत्यर्थकात् ह्लादि धातुरपि हृद शब्दः गृह्णीयेत, ह्रस्वत्वादिकं कृत्वा हृलयोश्च भेदो भवत्येव। शीति शीति भाव कर्मण शीतलार्थकात्, अथापि समुच्चय समुच्चयार्थे भवति, समुच्चयार्थेपि अस्य प्रयोगः दृश्यते, पर्याया इव त्वत् आश्विनम्, चेदत्र त्वत् शब्दः दृश्यते चेदत्र समुच्चये वर्तते, अर्थः दीयते आश्विनम् च पर्यायाश्च इत्यर्थः इत्यस्मिन् अर्थे वर्तते, चेत् एते प्रयोगाः निपातानां प्रदर्शिताः अर्थपुरस्सरम्। अग्रे उच्यते अथ ये प्रवृत्ते अर्थे, प्रवृत्ते इति संपन्ने, अथ ये अर्थात निपाताः, ये निपाताः प्रवृत्ते अर्थे, येषाम् अर्थः प्रवृत्तः संपन्नो भवति, अमिताक्षरेषु लेखनविधा द्विविधा वर्तते, एकत्र ही मितानि अक्षराणि भवन्ति, सीमितानि भवन्ति छन्दस्सु कवितासु पद्येषु, अपरत्र च अमितानि अक्षराणि भवन्ति गद्येषु, एका गद्यविधा वर्तते अपरा च पद्यविधा वर्तते, चेत् अत्र उभयमपि निर्दिश्यते, अथ ये प्रवृत्ते अर्थे अर्थात् सम्पन्ने अर्थे अमिताक्षरेषु ग्रन्थेषु, ये अमिताक्षराः ग्रन्थाः सन्ति, अमितानि अक्षराणि येषु ग्रन्थेषु तेषु, वाक्यपूर्णा आगच्छन्ति, वाक्यस्य पूर्णाय निपाताः आगच्छन्ति, पदपूर्णास्ते मिताक्षरेषु, मिताक्षरेषु इति पद्येषु, ते एव निपाताः पदपूर्णाः, एकत्र वाक्यपूर्णा भवन्ति अपरत्र च पदपूर्णा भवन्ति, यतो हि तत्र पदव्यवस्था पादव्यवस्था वा वर्तते छन्दस्सु, अनर्थकाः अनर्थान्तरवाचिनः, अर्थान्तरं ते निरुच्यते तैः, यथा कम् ईम् इत् उ इत्यादि, अनेन च प्रसङ्गेन एतदपि अत्र निर्दिश्यते यत्र लेखन विधा अपि आसीत् ग्रंथ शब्द अत्र प्रयुक्तः तस्य च विधापि प्रदर्शिता एकत्र मिताक्षरता भवति अपरत्र च अमिताक्षरता भवति तथैव तत्र मन्त्रेपि उत्तत्वः पश्यन् ददर्श वाचम् उत्तत्वः शृण्वन् शृणोत्येनाम् पश्यन् उत्तत्वः पश्यन् ददर्श वाचम् अत्रापि लेखनविधा प्रदर्शिता इति तत्र मन्यते यतो हि शब्दस्य तो तत्र उपलब्धिकरणेन भवति न तु चक्षुषा भवति परं तत्र दर्शनस्यापि विषयः एषः शब्दः यथा अद्यत्वे एतैः पंक्तिभिः भवति तथा तत्रापि एषा विधा आसीदिति चेति आक्षेपः क्रियते यत् भारतीयानाम् एतत् ज्ञानं नासीत् पूर्वं तत्र लेखनविधा नासीदिति लिपिविषये तेषां ज्ञानं नासीत् इति तथा वक्तुम् उचितं नास्ति गद्येषु पद्येषु अनर्थान्तर्वाचिनः वाक्यपूर्णता मन्ये एकः भावः तत्र एका मनसि मर्यादा बुद्धौ मर्यादा कल्पिता भवति चेत् तत्र आलङ्कारिकदृष्ट्या प्रयुज्यन्ते इति तथा उच्यते वाक्यस्य पूर्तिः शब्दैरेव न भवति यथा अर्थेन भवति शब्देन भवति अन्यच्च भावैर्भवति अन्यच्च तत्र यः शृङ्गारः भवति तेनापि भवति वाक्यपूर्तिः बहुशः तथा शब्दाः प्रयुज्यन्ते कम् शब्दस्य प्रयोगः निष्ट्वक्त्रासः चिदिन्नरो भूरितोका वृकादिव बिभ्यस्यन्तो वबाशिरे शिशिरं जीवनायकम् निष्ट्वक्त्रासः त्वचं त्रायते इति त्वक्त्रा या त्वक्त्रम् इति उच्येत निर्गतं त्वक्त्रं येभ्यः ते निष्ट्वक्त्रासः त्वक्त्राणाय येषां पार्श्वे साधनं नास्ति येषां पार्श्वे त्वक्त्राणाय वस्त्रादीनि यानि साधनानि भवन्ति अथवा भवनादिकं यत्किमपि वर्तते तन्नास्ति परं किमस्ति भूरितोका निष्ट्वक्त्रास त्वक्त्राणाय यदपि इष्यते तन्नास्ति तेषां पार्श्वे वस्त्रं वा स्यात् भवनं वा स्यात् भोजनादिकं तु आगच्छति एव सर्वमपि आगमिष्यति अपरं च भूरितोका अपत्यानि तु भूरि वर्तन्ते तेषां पार्श्वे चेत् तादृशाः नरः नरौ नरः तादृशाः नरः वृकादिव यथा कदाचित् वृकेभ्यः भयं भवति वृकेभ्योऽपि बहु भयम् आसीत् इति उदाहरणे जायते व्याकरणेऽपि वृकेभ्यो भयं वृकभयम् इति तत्र दीयते अद्यत्वे तु खादिताः सर्वेऽपि पशवः जाङ्गला वा स्युः ग्रामीणा वा स्युः चेत् कुतो वा भयं मनुष्यादेव भयं वर्तते समूहेनैव वसन्ति स्म एतेऽपि यथा मनुष्याः समुदायेन वसन्ति तथैव एते वृकापि समुदायेनैव वसन्ति स्म अन्यच अतीव चतुरः भवति। पक्षिणाम चैव वायसः, पशुनाम तत्र वर्तते न, पंचतंत्रे पंचतंत्रे वर्तते, पक्षिणाम चैव वायसः तत्र एषापि आगच्छति, शृगालः आगच्छति तत्र, शृगालः आगच्छति तत्र, शृगालः तु वा एषा वृका इति वा आगच्छति तत्र, हा वृकादि वा बिभ्यस्यन्तः भयं प्राप्नुवन्तः, वबाशिरे शब्दं कुर्वन्ति, वाशि शब्दे शब्दं कुर्वन्ति, शिशिरं जीवनाय, शिशिर ऋतुः यः भवति तत्रैव अधिकं एतानि वस्तूनि अपेक्षन्ते, यतोहि तत्र त्वचः हानिर्भवति, तत्र यः वायुर्भवति तेन त्वग् विशीर्णं विशीर्णा भवति। शिशिरं जीवनाय कथं भवति चेत् अत्र कम् इति निपातः प्रयुक्तः स्यन्दार्थः, शिशिरं जीवनाय इत्येव, शिशिरं शीणाते श्रीहिंसायाम् अस्मात् शिशिर शब्दः निर्मितः, किमस्ति शिप्नाते, शमनातेर्व स्यात्, शमनाते स्तु अग्रे दीयते, शृणाते शृणाते श्रीहिंसायां, यतो हिनस्ति सर्वतोपि श्रीहिंसायां, शमनातेर्व सर्वेषामपि तत्र शमनं भवति शैत्याधिक्यात्, शैत्यस्य अधिकं भवति अतः सर्वेषामपि तत्र शमनं भवति, अतः शमनातेर्व। वबाशिरे शब्दं कुर्वन्ति, कथं नु अत्र जीवनं शिशिरे धार्येत, वृकादिव बिभ्यस्यन्त, यथा वृकात् जीवनाय वबाशिरे शैत्येन पीडिता न, शिशिरं रोगकालं शैत्याधिकं वर्तते न तत्र शिशिरकाले, शिशिरकालः कः भवति, शरद ऋतु न वर्तते, शिशिर भिन्नः वर्तते अग्रे वर्तते, यत्र तत्र वायुः सरति अतीव तीक्ष्णो वायुः सरति, तत्र शीतः अन्यच्च तीक्ष्णः वायुः सरति तत्र, न इच्छन्ति कुत्र कुतः आगतमस्ति, शब्दं कुर्वन्ति यथा वृकात् भयं भवति तथैव शिशिरादपि भयं भवति, शिशिरम् अस्माकं जीवनाय कथं भवेत् इति यहाँ किमुच्यते, तोक इति अपत्यं सन्तान, तोक शब्द निघण्टु मध्ये अपि पठ्यते अपत्यनामसु, तोक तोक तोक तुज तुज धातोः निर्मीयते, तुज धातोरथ हिंसायां हिनस्ति, तुज तुजी पिज पिजी लज लुजी हिंसा बलादान निकेतनेषु इत्यत्रापि वर्तते सुरादौ, हा माता पित्रोः बलं भवति उत्वा आरम्भे माता पित्रोः शरीरं हिनस्ति इति उभयत्रापि उच्यते, एमेनं सृजिता सुते आ ईम एनम सुते सृजता, सुते सवनाय सृजता निर्माणं कुरुत, आ सृजता एनम सुते आ इति वर्तते अत्र, तम इद वर्धन्तु नो गिरः इति शब्दः अत्र वर्तते निपातः, तम अस्माकं गिरः वर्धन्तु, अस्माकं स्तुतयः तम वर्धन्तु, वर्धयन्तु तस्य वृद्धिं कुर्वन्तु, तम वर्धयन्तु नो गिरः, गिरा स्तुतयः, गिरो गृणाते गिरी शब्दे, अस्माकं याः स्तुतयः वर्तन्ते ताः तम वर्धयन्तु तस्य वृद्धिं कुर्वन्तु। एवं एवं भवति, अस्माकं स्तुतिः तादृशी भवेत्। स्तुतिरिति यथार्थकथनमेव स्तुतिरुच्यते, यथा ईश्वरस्य स्वरूपम् अस्माकं बुद्धौ अन्यत् अपि वर्धेत। ईश्वरस्य स्थितिस्तु यथा अस्ति तथा अस्ति एव, तत्र तु नापि वृद्धिर्भवति नापि क्षयो भवति, परम् अस्माकं जाने अस्माकं दृष्टौ तस्य वृद्धिर्वा क्षयो वा भवति, तथा अस्माकं स्तुतिः स्यात् ईश्वरं प्रति। मनुष्यस्य प्रसंगे स्यात्, मनुष्यस्य यशः वर्धेत तस्य वृद्धिर्भवेत्, केनचिदपि संयोगिकैः पदार्थैर्वा भवेत् शरीरेण वा भवेत्। यथा मल्लस्य युद्धं मल्लेन सह चलति चेत् तत्रापि वाचा तस्य संवर्धनं क्रियते, ओह बहुत अच्छा बहुत अच्छा, आह आह ठीक है, ये आसन लगाओ, वो ये लगाओ, वो लगाओ, दाव लगाओ, ये लगाओ, पटक दिया, इति तत्र वृद्धिर्भवति। तथैव कविसम्मेलनेष्वपि दृश्यते, कवि सम्मेलनेषु अपि वाह वाह क्या बात है वाह इति उच्यते एव, चेत् तत्र वृद्धिर्भवति एव। अत्रापि आगतम् अस्ति न होता महोदय, तत्र ग्री धातो प्रयोग तत्र वर्तते न, अस्मिन्नेव अर्थे वर्तते तत्र ग्री धातो प्रयोग तृतीयाध्याये तृतीये पादे वर्तते न। उद्गारः निगारः तथैव आवश्यकः एकशब्दः आगतः यज्ञे समिष्टु वा होत्रेनु गृह्णाति, होत्रेनु गृह्णाति तत्र वर्तते, होत्रेनु गृह्णाति प्रश्नपदे वर्तते, होत्रेनु गृह्णाति अनुगर प्रतिगर, अनुगर प्रतिगर शब्दो आगच्छत तत्र यज्ञकर्मकाण्डे, अनुगरः प्रतिगरश्च, तत्र होतुः पुरस्तात् अध्वर्युः तत्र सोमपात्रं गृहीत्वा सोमग्रहं गृहीत्वा तिष्ठति, अन्यच्च होता तत्र ऋचं शंसति, तत्र मध्ये मध्ये असौ अध्वर्युः कथयति ओधा मोदैव ओ अथ मोद एव, आह आनंद आ रहा है और बोलिए, आह आनंद आ रहा है और बोलिए, ओथ मोदैव चेतेन वृद्धिर्भवति तस्य वक्तुः। अनुगर प्रतिगर तम वर्धयन्तु नो गिरः स्तुतयो गिरो गृणाते अयमु ते समतसि, अत्र उकारस्य प्रयोगः, अयमु ते यही तो है तुम्हारा, समतसि जिसकी ओर तुम बार बार जाते हो, अच्छी प्रकार से जाते हो, यम प्रति तुम पुनः पुनः गच्छसि, अयम ते समतसीव समतसीव समतसीवोपि दृश्यते सुविदुरिव, इवोपि दृश्यते, इव शब्दोपि अर्थात अनर्थकत्वेन अथवा पदपूर्णत्वेन दृश्यते, सुविदुरिव तथा सुविज्ञायेते इव विदुः अपि न इत्येष इत इत्येतेन संप्रयुज्यते, न न न इत्यस्य शब्दस्य प्रयोग इत इत्यनेन चेत् नेत् इति सम्पद्यते, परिभये चतुर्दिग्भ्यः यदा भयं भवति तं तद् भयं प्रदर्शनाय एष नेत् शब्दस्य प्रयोगस्तत्र दृश्यते सैव प्रयोग अग्रे आगच्छति हविर्भिरेके स्वरितः सचन्ते सुन्वन्त एके सवनेषु सोमान् शचीर मदंत उत दक्षिणाभिर ने जिह्मायन्त्यो नरकं पतामो एके हविर भी अर्थात यज्ञ कर्म भी इतः स्वः सचन्ते इतः इह लोकात् अस्मात् लोकात् उत्वा अस्मात् जीवना स्वः सुखम् उत्वा स्वर्गम् सचन्ते सेवन्ते हविर आश्रित्य यज्ञकर्म आश्रित्य यज्ञकर्मणा इतः ते स्वर्गम् गच्छन्ति सुखम् सेवन्ते इति वा एके सवनेषु सोमान् एके च अन्ये सन्ति ये सवनेषु सोमान् सुन्वन्तः इतः स्वः सचन्ते सवनेषु सोमयागादिषु सोमान् सुन्वन्तः सोमादि शवम् कुर्वन्तः इतः स्वः सचन्ते इतः स्वर्गम् गच्छन्ति सुखम् वा सेवन्ते शचीर्मदन्ता उत दक्षिणाभिः एके शचीर्मदन्ता स्ववाणिभिः स्तुतिभिः स्तुतिम् कुर्वाणः इतः स्वः सचन्ते उत दक्षिणाभिः अपरे च दक्षिणाभिः दानादिकम् कृत्वा इतः स्वः सचन्ते अस्माभिस्तु एतेषु किमपि कर्म न क्रियते नैव हवि क्रियते नैव सोमाभिषूयते नैव शचिः वाण्यः प्रयोगः क्रियते न चैव दक्षिणा ने जिह्मायन्त्यः तद्विपरीतम् जिह्माचरणम् क्रियते तत्र पापाचरणम् क्रियते च निश्चितमेव नरकम् पताम तत्र लीटः प्रयोगो वर्तते सन्देहे अत्र भविष्यति सम्भावनायाम् अस्माकम् नरकगमनम् भवेत् न भवेदिति नरकम् किमस्ति नरकम् न्यारकम् नि अरकम् गमनम् नरकम् नीचैर्गमनम् नीचैरेव गमनम् भवति सर्वथापि उच्चैर्गमनम् न भवति कदाचिदपि नि अरकम् नीचैर्गमनम् नीचैर्गमनम् एव न्यारकम् न्यारकम् एव नरकम् नीचैरेव गच्छति सर्वथापि न उद्गच्छति कदाचित् उद्गमनमेव स्वर्गः निगमनमेव च नरकः इति उच्यते नरकम् इति उच्यते उत्वा नास्मिन् रमणम् स्थानम् अल्पमपि अस्ति इति अस्मिन् अत्र अल्पमपि स्वल्पमपि स्थानम् रमणीयम् नास्ति रमणयोग्यम् नास्ति चेत् नरकम् न अस्मिन् रमणम् न र स्थानम् अल्पमपि अस्ति चेत् अत्र ककारः प्रत्ययः क्रियते न र क इति भविष्यति ऋचः अर्थः न दीयते यतोहि अत्र स्पष्ट एव इति वा अथापि न च इत्येष इत् इत्येतेन न च इत्यनयोः इत् इत्यनेन सम्प्रयुज्यते प्रयोगो भवति अनुपृष्टे अनुपृष्टे भवति केनचित् उक्तम् अरे सः देवदत्तः न आगतः आगमिष्यति न चेत् सुरां पिबन्ति इति न चेत् सुरां पिबन्ति यदि ते सुरां न पिबन्ति चेत् आगमिष्यन्ति उत्वा कार्यं करिष्यन्ति यदि च पिबन्ति चेत् न करिष्यन्ति चेदत्र अनुपृष्टे न च इत् न चेत् सुरा सुनोते हे शूयभिषवे इत्यस्मात् धातोः सुनोते हे सुरा शब्दः निष्पद्यते चित् एवम् उच्चावचेषु अर्थेषु निपतन्ति उच्च अन्यच्च अवच निम्नोन्नतेषु अर्थेषु उच्चं निम्नम् अवच उच्च इति उन्नतम् अन्यच्च अवच इति निम्नम् भवति च निम्नोन्नतेषु अर्थेषु निपतन्ति प्रयुक्ता भवन्ति त उपेक्षितव्या त इमे निपाताः तत्र तत्र प्रसंग विशेषे उपगम्य ईक्षितव्याः उपेक्षितव्या उपेक्षा शब्दस्य अर्थः शब्दस्य प्रयोगः अत्र प्रसिद्धे अर्थे नास्ति औदासीन्ये वा तत्र नास्ति अपि तु उपगम्य ईक्षितव्याः निरीक्षितव्याः सम्यक्तया तस्य तेषां तत्र निरीक्षणं कर्तव्यम् दर्शनीयम एतत् सर्वमपि चेत अर्थेते तस्मिन् तस्मिन् अर्थे विशेषे तेषां तत्र प्रयोगः लप्स्यते चेत एवं कृत्वा एतेषां ये शब्दानां चत्वारः विभागाः प्रदर्शिताः आसन् नामाख्याते च उपसर्ग निपाताश्च इति तेषां अनुक्रमेण तेनैव क्रमशः व्याख्यानम् अत्र विहितम् उदाहरणपुरस्सरं यास्केन अग्रे एष एव विषयः किञ्चित् विस्तरेण अत्र दीयते इति इमानि चत्वारि पदजातानि अनुक्रान्तानि एवम् एषां चतुर्णाम् अपि पदसमुदायानां समुदायजातशब्दः प्रयुज्यते अनुक्रान्तानाम् अनुक्रान्तानि तेषाम् अनुक्रमणं क्रियते नामाख्याते च उपसर्गनिपाताश्च तत्र केचन कानिचन नामानि सन्ति कानिचन आख्यातानि अपरे च उपसर्गाः अपरे च निपाताः एतेषामेव प्रयोगः सर्वत्रापि दृश्यते वैदिके वा प्रयोगे लौकिके वा प्रयोगे एतेव चत्वारः शब्दाः सन्ति यत्र वाग्व्यवहारः अस्माकं गुम्फितो वर्तते निपाताश्च तत्र नामानि आख्यातजानि इति शाकटायनः एष एव पक्षः तत्र उणादेव बोधम् इत्यस्मिन् सूत्रेऽपि तत्र महाभाष्यकारेण कारिकामाध्यमेन तत्र प्रदर्शितः बाहुलकं प्रकृते सन्निदिष्टे शकटस्य चतुकं नाम च धातुजमाः निरुक्ते नाम च धातुजमाः निरुक्ते व्याकरणे शकटस्य चतुकम् तत्रापि तोक्शब्दस्य प्रयोगः अपत्यमिति शाकटायनः चेत् तदेव अत्रापि उच्यते केचन सिद्धान्ताः अतीव प्रसिद्धाः आसन् तत्र काले अतः सर्वैरपि उद्ध्रियन्ते सामान्यं नामानि आख्यातजानि आख्यातात् जातानि आख्यातजानि धातुजानि धातुरेव यतो हि सर्वेषामपि शब्दानां मूले क्रिया तिष्ठति अत एव कर्मशब्दः अत्र अर्थार्थे वर्तते सर्वेषामपि अतः आख्यातजानि नामानि सन्ति इति नैरुक्तानां समयः वर्तते सिद्धान्तः वर्तते प्रतिज्ञा वर्तते शाकटायनो इति शाकटायनः शाकटस्य अपत्यं शाकटायनः वैयाकरणः नैरुक्तसमयश्च नैरुक्तानां तु एषः समयः वर्तते सिद्धान्तः वर्तते प्रतिज्ञा वर्तते यत् सर्वाण्यपि नामानि आख्यातजानि सन्ति इति परम् एकः गार्ग्यो वर्तते स सर्वथापि शाकटायनात् विपरीतमेव चलति न सर्वाणि इति गार्ग्यः गार्ग्यः ब्रवीति नामानि आख्यातजानि सन्ति इति तु पक्षः अस्ति परं सर्वाणि सन्ति इति न वक्तुं शक्यते पाणिनिरपि तादृश एव आसीत् अत एव तेन उभयथापि तत्र प्राविधिकत्वं प्रतिपादितम् अर्थवत् अधातुरप्रत्ययः प्राविधिकम् अर्थवत् इति उक्त्वा यदि शब्दः अस्ति चेत् अर्थस्तु नूनम् अस्ति एव तस्य अलम् अर्थः अपेक्षते अन्यत् किमपि नापेक्षते अर्थवत् शब्दरूपं स्यात् चेत् तस्य प्राविधिकत्वं भविष्यति अपरस्य तत्रैव कृत्तद्धितसमासाश्च इति तत्र किन्नाम व्युत्पन्नपक्षः व्युत्पन्नपक्षः अव्युत्पन्नपक्षः इति उभयथापि तत्र परम् अत्र व्युत्पन्नपक्ष एव वर्तते इति नैरुक्तानां समयः परं गार्ग्यब्रवीति न सर्वाणि इति वैयाकरणानां चैके एके वैयाकरणानामपि एते तादृशाः सन्ति यत् ते सर्वाणि नामानि आख्यातजानि न सन्ति इति सिद्धान्तम् अङ्गीकुर्वन्ति इत्येषः पक्षः चेत् एष एव पक्षः अग्रे व्याख्यास्यते एतलं कुर्मः समयः जातः अस्य व्याख्यानमग्रे चलिष्यति अधुना भूतं च भव्यं च सर्वं यश्चाधितिष्ठते सर्यस्य च केवलं तस्मै ज्येष्ठाय ॐ सहनावत् ततो सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः।